नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। गतसप्ताहे वयं स्वादिगणः इति पाठः आरब्धवन्तः। तद् एव अस्माकं अनदन्त अङ्गेषु प्रथमगणः, प्रथमधातुगणः स्वादिगणः। तत्र तु चतुर्त्रिंशत् धातवः सन्ति इति दृष्टवन्तः। स्वादिभ्यः श्नुः इति सूत्रेण श्नुः प्रत्ययः विधीयते। तत्र सार्वधातुकप्रत्यये परे कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरीश प्रबाद्य स्वादिभ्यः श्नुः इति सूत्रेण श्नुः इति श्नु इति विकरणप्रत्ययः विधीयते। तत्र शकारः षित् अस्ति, अतः तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, परन्तु अपित्वात् तत्र गुणनिषेधः भवति। गुणकार्यस्य यद्यपि तत्र प्रसक्तिः अस्ति, परन्तु अपित् अस्ति इति कारणेन तत्र सार्वधातुकम् अपित् इत्यनेन नित्वा निति च इति सूत्रेण गुणनिषेधः भवति इति अपि दृष्टवन्तः। तत्र वयं पूर्वमेव वयं ज्ञातवन्तः तत्र त्रीणि सोपानानि सन्ति, तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति। प्रथममस्ति विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यम्, तदा धातुविकरणप्रत्ययोः मेलनं तिङ् प्रत्ययसिद्धिः। तृतीयमस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम्, अनन्तरं अङ्गतिङ् प्रत्ययोः मेलनम् इति। तत्र द्वितीयसोपानमेव वयं पूर्वमेव साधितवन्तः, मूलप्रत्ययतः सिद्ध तिङ्प्रत्ययः साधितवन्तः, तद् अस्माकं पार्श्वे अस्ति। प्रथमं तु विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, यत्किमपि भवतु, चिन् चि इति धातुः वा शक् इति धातुः वा स्वीकुर्मः चेत्, यत्किमपि अङ्गकार्यम् अस्ति चेत् तद् धातुविकरणप्रत्ययोः मेलनं भवति। अस्माकं श्नु प्रत्ययस्य कृते तु धातुविकरणप्रत्ययोः मेलनमेव भवति। विकरणप्रत्ययस्य निमित्तिकम् अङ्गकार्यम् इति यदा गुणः अस्ति चेत् तत्तु न भवति एव, इदानीमेव अहम् उक्तवती तत्र तु गुणनिषेधः अस्ति इति। अस्माकं तृतीयसोपानं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनं, तदेव बहु मुख्यम् अस्ति। तत्र किं भवति इत्युक्ते, वयं दृष्टवन्तः तत्र स्वादिगणे तत्र प्रतिनिधिचतुष्टयं स्वीकुर्मः इति, अजन्तपरस्मैपदीधातुः, हलन्तपरस्मैपदीधातुः, अनन्तरम् अजन्त आत्मनेपदीधातुः इति चि, हलन्त अजन्तपरस्मैपदीधातुः, अजन्त आत्मनेपदीधातुः इति चि। किमर्थम् इत्युक्ते उभयपदीधातुः अस्ति चि इति, हलन्तपरस्मैपदीधातुः इति शक्, हलन्त आत्मनेपदीधातुः इति अश् इति प्रतिनिधिरूपेण वयं स्वीकुर्मः। तस्य रूपं प्रथमं साधयामः चेत् अस्माकम् अवशिष्टधातवः त्रिंशत् धातुषु अवशिष्टधातवः तत् समानरूपेण आगच्छति, समाननियमः एव, अतः रूपमपि समानं भवति इति। अतः तत्र एतदेव प्रथमम् अस्ति, चतुष्टयम् इत्युक्ते प्रतिनिधि अजन्तपरस्मैपदीधातुः, हलन्तपरस्मैपदीधातुः, अजन्त आत्मनेपदी, हलन्त आत्मनेपदीधातुः इति। तत्र एतदपि दृष्टवन्तः, हलन्तधातुः सामान्यः, विशेषः अजन्तधातुः इति। हलन्तधातु किमर्थम् इति अपि वयं पठितवन्तः, तत्र हलन्तधातूनां कार्यम्, अजन्तधातूनां कार्यं कुत्र भिद्यते इति अपि दृष्टवन्तः। हलादिपित्सु गुणः एव भवति, अजन्तधातुः भवतु वा हलन्तधातुः भवतु वा, हलादिपित्सु गुणः भवति, अजादिपित्सु अपि गुणः भवति। अनन्तरं यदा सन्धिकार्यम् अस्ति चेत् तत् सन्धिकार्यम् भवति एव, परन्तु हलादि अपित्सु नीति च इत्यनेन गुणनिषेधः भवति। उदाहरणमस्ति अस्माकं शक्नु इति, शक् इति हलन्तधातुः अस्ति, विकर्णप्रत्ययः मेलनेन शक्नु इति अङ्गं भवति। तत्र तः इति अस्माकं हलादि अपित् प्रत्ययः, शक्नुतः इति रूपं, तः इति अपित् इति कथं जानीमः इत्युक्ते अस्माकं मूलप्रत्ययः कः इति द्रष्टव्यं। तदेव अस्माकं पूर्वतनपाठः आसीत्, मूलप्रत्ययस्य स्वभावः कीदृशः इति पश्यामः चेत् वयं ज्ञातुं शक्नुमः प्रत्ययः पित्वा अपित्वा इति. इदानीं तः इति अपित् प्रत्ययः शक्नुयोगः तः, तत्र गुणनिषेधः अतः शक्नुतः इति रूपम् आगच्छति. परन्तु यदा अजन्तधातूनां कार्यमस्ति तत्र किं भवति, तत्रापि गुणनिषेधः तु भवति एव चिनुतः इति रूपम्. परन्तु तत्र अपवादभूतकार्यं स्थलद्वये अस्ति, लोटि हि लोपः भवति, चिनुयोगः हि, तत्र चिनु इत्येव अस्माकं रूपम् आगच्छति. अनन्तरं वकारादौ मकारादौ प्रत्यये परे उकारस्य विकल्पेन लोपः, अतः रूपद्वयं चिन्वः चिनुमः इति रूपद्वयम् इति हलादिपित्सु हलादि अपित्सु कार्यद्वयम्. अजादि अपित्सु किं भवति, अजादि अपित्सु अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ इत्यनेन उवङ्ग आदेशः भवति, शक्नुवन्ति इति रूपम्. अजादि अपित्सु अजन्तधातूनां किं भवति इत्युक्ते तत्रापि अपवादभूतकार्यं कूष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति, चिन्वन्ति इति रूपम् आगच्छति. तदेव भेदः. पित् अस्ति चेत् कोऽपि भेदः नास्ति, गुणः एव भवति. अजन्तधातु वा भवतु हलन्तधातु वा भवतु, हलन्तधातूनां हलादि अपित्सु निति च गुणनिषेधः. परन्तु अजन्तधातूनां विशेषकार्यद्वयम् अस्ति. अनन्तरम् अजादि अपित्सु अपि अजन्तधातूनां विशेषकार्यम् एकं कार्यम् अस्ति इत्येव भेदः अस्ति. तद् मनसि निधाय अग्रे सरामः अद्य. अस्तु, श्रीवल्ली भगिनी पठति वा किमर्थं स्थलत्रये. नमस्ते भगिनी, राजेन्द्र अस्मि. स्वागतं महोदय. नास्ति चिन्ता महोदय. आं भगिनि, किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते? सर्वेषामपि स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति. शक् योगः नु शक्नु इति रूपं, चि योगः नु चिनु इति रूपं. तर्हि शक्नु चिनु च अनयोः अङ्गयोः भेदः कः? शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति, हलोनन्तराः संयोगः इति अनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति. तर्हि शक्नु इति अङ्गे ककारनकारयोः वर्णयोः संयोगसंज्ञा. स्वादिगणे धातुः हलन्तः चेत् तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव. धातुः हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति. शक्नु इत्यस्मिन् क्न, आप्नु इत्यस्मिन् ऋण्, अश्नु इति अस्मिन् श्न संयोगरूपं भवति, संयोगः अस्ति. स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति. शक् धातु शक् योगः नु इति विकरणप्रत्ययः. वर्णमेलनम् एव भवति, किञ्चित् कार्यं न भवति. शक्नु इति रूपं भवति. तदा चि योगः नु इति चिनु इति अङ्गं भवति. तर्हि नु आर्चिनु अनयोः भेदः कः? भेदः अस्ति. शक्नु इति अङ्गम् अङ्गे उकारात् पूर्वं संयोगः अस्ति. संयोगः इति नाम हलोनन्तराः संयोगः इति सूत्रेण संयोगः संज्ञासूत्रं भवति. द्वयोः व्यञ्जनयोः मध्ये कोऽपि स्वरः नास्ति चेत् संयोगसंज्ञा भवति. शक्नु इति अङ्गे ककारनकारयोः वर्णयोः संयोगः संयोगसंज्ञा भवति. शक्नु इति अङ्गे ककारनकारसंयोगसंज्ञा भवति. स्वादिगणे धातुः हलन्तः चेत् तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव. स्वाधिगमे हलन्तधातूनां सर्वे हलन्तधातूनां अङ्गे उकारात् प्राक् संयोगः भवति एव. धातुः हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति. शक्नु इति अस्मिन् ककारनकार योजनेन न इति संयोगसंज्ञा भवति. आप्नु इति अङ्गे पकारनकार इति मेलनेन न् इति संयोगसंज्ञा भवति. अश्नु इति अङ्गे श्न् इति संयोगसंज्ञा भवति. समीचीनं. संयोगः इति नामकरणं, संयोगः ककारनकारयोः यत् संयोगः इति तस्य नामकरणं, तदवगतं किल? तत्र हलन्तधातुः अस्ति चेत् सर्वदा संयोगः भवति एव अस्वादिगणे. अस्माकं तु विकरणप्रत्ययः नु अस्ति. हलन्तधातुः अस्ति चेत् अन्तिमे अपि हलन्तः हलन्तवर्णः भवति. नु इत्यस्मिन् नकारः अपि हलन्तः, अतः द्वयोः मध्ये स्वरः एव नास्ति, अतः संयोगः भवति एव. तदेव विषयः तत्र. समीचीनम्. अग्रे अपि पठतु भगिनि. स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः अस्ति, अहं दृष्टवन्तः. अजन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः न कदापि भवति. उदाहरणं चियोगः नु चिनु. अत्र चि धातुः अजन्तः इकारान्तः, चि इकारान्तधातुः, अतः नकारेण सह हल् वर्णस्य संयोगः नास्ति. तथा एव सर्वत्र अजन्तधातुषु. सुयोगः नु सुनु, वृयोगः नु वृणु. अत्र एव हलन्त अजन्तयोः भेदः. हलन्तेषु अङ्गस्य यः उकारः सः संयोगपूर्वः उकारः. अजन्तेषु अङ्गस्य यः उकारः सः असंयोगपूर्वः उकारः इति भेदम् अस्ति. हलन्त धातूनाम् अङ्गस्य अजन्तधातूनाम् अङ्गस्य मध्ये भेदः अस्ति. अजन्तधातुः संयोगः नास्ति. चि इति धातुः नु योगः चिनु इति रूपं भवति. अत्र उकारपूर्वम् उकारपूर्वं संयोगः नास्ति. संयोगसंज्ञा नास्ति. तथा एव हलन्तेषु अङ्गस्य यः उकारः सः संयोगपूर्व उकारः. अजन्तेषु अङ्गस्य यः उकारः सः असंयोगपूर्वः उकारः इति भेदः अस्ति. तत्रापि नामकरणमेव. संयोगपूर्व उकारः, असंयोगपूर्व उकारः, द्वयोः स्थलयोः तत्र बहुव्रीहिसमासः. संयोगपूर्व उकारः इति अपि बहुव्रीहिसमासः, असंयोगपूर्व उकारः यस्य सः इति अपि बहुव्रीहिसमासः. अस्तु, अग्रे अपि पठतु भगिनि. हलन्त अजन्तधातोः मध्ये दिगन्तेषु स्थलत्रये भेदः वर्तते. तस्य कृते सूत्रत्रयं. प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः. यत् अङ्गे उकारः असंयोगपूर्वः चेत् कार्यं विद्यते. असंयोगपूर्व उकारः केवलम् अजन्तधातुषु भवति. अतः यत्र सूत्रेषु असंयोगपूर्व दृश्यते तत्र अजन्तधातुः इति बोध्यम्. स्थलत्रये भेदः वर्तते. हलन्त अजन्तधातोः मध्ये तिगन्तेषु स्थलत्रये भेदः वर्तते. तस्य कृते सूत्रत्रयं सन्ति. सूत्रत्रयम् अस्ति. प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः इति भगिनि प्रत्येकस्मिन् सूत्रे अनया एव रीत्या इत्युक्ते पूर्वस्मिन् परिच्छेदे अस्ति किल संयोग पूर्व उकारः असंयोग पूर्व उकारः तया एव रीत्या भेदः उक्तः अङ्गे उकारः असंयोगपूर्वः चेत् इति अजन्तधातुषु एव त्रयेषु स्तरे भेदः अस्ति अण्डे सूत्रेषु यत्र सूत्रेषु वयम् असंयोगपूर्व इति दृश्यते तत्र अजन्तधातुः इति बोध्यं समीचीनम् तत्र किमर्थं तादृशं भेदः उक्तः इत्युक्ते संयोगपूर्वः असंयोगपूर्वः इति किमर्थं वयं कृतवन्तः इत्युक्ते सूत्रेषु तादृशं दृश्यते संयोगपूर्व उकारः चेत् कार्याणि असंयोगपूर्व उकारः चेत् कार्याणि असंयोगपूर्व उकारः कुत्र भवति अजन्तेषु अङ्गेषु एव भवति वयं तु दृष्टवन्तः किल सामान्यं हलन्तधातुः विशेषः अजन्तधातुः अजन्तधातुः त्रिषु स्थलेषु कार्याणि भिद्यते हलन्त धातुषु इति क्षम्यताम् अजन्तधातुषु इति अतः तत्र असंयोगपूर्वः इति सूत्रे दत्तमस्ति अतः एव वयमपि तादृशभेदः कल्पितः इदानीं संयोगपूर्व उकारः असंयोगपूर्व उकारः इति स्वीकृत्य भेदः कुत्र अस्ति इति परिशीलयामः इत्येव धन्यवादः भगिनि अरुणा भगिनी अग्रे पठति वा आं भगिनि प्रथमभेदः भगिनि आम् आं पठतु भगिनि प्रथमभेदः अजादि अपित्सु हलन्त्यधातूनाम् उवङ् अजन्तधातूनां यण् अजाद्यपित्सु उवङ् आदेशः इति सामान्यनियमः हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति अजन्तधातवः अत्र अपवादभूताः तेषां यन् आदेशः भवति उवङ् प्रभाद्य प्रथमभेदः हलन्त अजन्तधातोः मध्ये प्रथमं धातु प्रत्यय अजादि अपि आगच्छति हलन्तधातूनां समये उवङ् आदेशः भवति धातुः अजन्त इति चेत् यन् आगच्छति आं भगिनि तदेव आम् समीचीनम् अजादि अपित् प्रत्ययः अजादि अपित् प्रत्यय एव अजादि अपित् उवङ् आदेश इति सामान्यनियमः अजादि अपित् उवङ् आदेशः इति सामान्यसूत्रः हलन्तदातवः सामान्याः अतः ते इमं नियमं पालयन्ति स्वादिगणे बहूनि दातवः हलन्तदातवः सामान्य अतः अत्र इदं सूत्रम् अजादि अपि उवङ् आदेश इति सामान्यनियमः सूत्रं पालयन्ति अजन्तदातवः अत्र अपवादभूताः तेषां यण् आदेशः भवति उवङ् सूत्रस्य प्रभाज्य उदाहरणं पठितुं परन्तं स्पष्टं भवति शक्नु योगः अन्ति अत्र शक्नु अङ्गम् अजन्त अङ्गं प्रत्यापि अजन्त अङ्गम् अत्र शक्न् शक्न् योगः उव् योगः अन्ति शक्नुवन्ति इति उवङ् आदेशः भवति उकारस्थाने उव् चिनु धातुः अपि सामान्य समानमेव चिनु योगः अन्ति अत्र प्रत्ययः अन्ति इति अजन्तप्रत्ययः ततः नकार चिन् योगः उस्थाने वकारः एव आगच्छति. अन्ति चिन्वन्ति, अत्र यन् आगच्छति. धातुः हलन्तधातुः वा अजन्तधातुः वा भगिनि? धातु हलन्तधातु भगिनि. शक् इति धातुः हलन्तधातुः. विकरणप्रत्ययोजनेन शक्नु इति अत्र उकार अङ्गम् अन्त अङ्गम् एव अजन्त अङ्गम् इति दर्शयामः. न भगिनि, तदेव न शक् इति धातुः, तत्र ककारः अन्ते अस्ति इति कृत्वा हलन्तधातुः. अङ्गं तु अदन्तं वा अनदन्तं वा इत्येव प्रश्नः. अतः शक् योगः नु शक्नु इति यदा इदानीम् अस्माकम् अङ्गमस्ति, तत्र नियमः कः इत्युक्ते हलन्तधातवः सामान्यः. शक् इति अस्माकं हलन्तधातुः सामान्यः, सामान्यनियमः. अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इत्यनेन उवङ् आदेशः. अनन्तरं चि इति धातुः, तद् हलन्तः वा अजन्तः वा? अजन्तम् अङ्गम्, अजन्तं धातु, अजन्तधातुः. तत्र विशेषनियमः वकार आदेशः भवति, आदेशः. तदेव भेदः द्वयोः. अग्रे अपि पठतु भगिनि. अत्र तर्कक्रमः एव एवं शक्नु योगः अन्ति, अत्र अङ्गम् उकारान्तं, प्रत्ययः अजादि अपित्. आम् आम्, अन्ति इति अजन्ताङ्गम् अजन्तप्रत्ययः, परन्तु अपित् न प्रत्ययः. तत् अस्मिन् प्रसङ्गे यन् सन्देहे प्रसक्तिः इको यणचि. इदं सूत्रं सर्वसामान्यम्, इक् पूर्वम् अच् परं चेत् सर्वत्र प्रसक्तम्. अतः शक्नु योगः अन्ति, शक्न योगः वा योगः अन्ति, शक्नवन्ति इति भवति स्म इको यणचि इति सूत्रेण. किन्तु यन् सन्धि प्रापद्य प्रबाद्य अचिष्णु धातु ब्रुवां युवोर्युवाङ्गौ इति सूत्रेण उवङ् विधीयते. प्रथमम् अत्र शक्नु धातुः प्रथमं हलन्तधातु, परन्तु विकरणप्रत्ययोजन शक्नु अस्ति. प्रत्यय अजन्त प्रत्यय, परन्तु अपित् प्रत्यय. तदेव सन्धिकार्यं प्रसक्ति अस्ति इको एनचि इति सूत्रेण. इको एनचि सूत्रं सर्वसामान्यसूत्रं, यत्र यत्र इक् पूर्वमस्ति अच् परे चेत् सर्वत्र यन् आदेशः भवति. परन्तु अतः शक्नु योगः अन्ति, शक्नवन्ति इति भवति स्म इको एनचि सूत्रेण. किन्तु यन् सन्धि प्रावद्य अचिष्णु धातु ब्रुवां यवोर्यङ् युवाङ्गौ इति सूत्रेण उवङ् विधीयते. अत्र वयं पश्यामः वकार आगच्छति. सूत्रेण प्रपाद्य नूतनसूत्रम् अचिष्णु ध्रुवा अचिष्णु धातुर्ब्रुवाम् इति सूत्रेण उवङ् आदि विधीयते. तत्सूत्रं न सर्वदा इको एनर्जि सूत्रं प्रयोजनं कर्तृत्वेन अचिष्णु धातु ब्रुवां सूत्रं निष्प्रयोजनं भवति. समीचीनं, समीचीनम्. इको एनचि इति सर्वसामान्यसूत्रं, तद् प्रबाद्य अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ कार्यं करोति. यदा भवती उक्तवती इको एनचि यत्र यत्र वर्णकार्यम् अस्ति, यदा इक् प्रत्याहारस्थवर्णः पूर्वं अच् वर्णः परः अस्ति चेत् यत्र कुत्रापि भवतु तत्र कार्यं करोति इको यणचि. तस्य कार्यक्षेत्रं बृहत् अस्ति. परन्तु अचिष्णु धातु ब्रुवाम् इत्यत्र अचि इति प्रत्ययस्य विषये एव कार्यं 6-4 इति अस्ति किल अस्माकम् अचिष्णु धातु ब्रुवाम् इति सूत्रं, तत्तु अङ्गकार्य अङ्गस्य अधिकारे अस्ति. अतः तत्तु अङ्गकार्यं भवति. तत्र प्रत्ययः अच् अस्ति चेदेव कार्यं भवति. अतः तद् इको एणचि प्रभाद्य अचिष्णु धातु ब्रुवां योरियङ् वङ्गौ कार्यं करोति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. विजया भगिनि अस्ति वा? आं भगिनि. इको यणचि तत्र प्रथमपङ्क्तिम् अनन्तरम् अनुवृत्तिसहितसूत्रमेव पठतु भगिनि, पूर्वं पठितवन्तः किल. स्थाने येन आदेशवत् स्यात् अचिपरे सङ्गीतायां विषये अनुवृत्तिसहितसूत्रं इकः येन अचि संहितायां अचिष्णु धातु ब्रुवां यो रियं उवङ्ग. श्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य, इकारान्त उकारान्त धातुरूपी अङ्गस्य भू प्रति प्रातिपदिकस्य च एषां इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. स्नु प्रसङ्गे प्रत्ययग्रहणे तदान्तग्राह्या इति परिभाषासूत्रम् आगत्य कार्यं करोति इति परिभाषा तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते स्नु प्रत्ययः स्यात् तस्मात् इति अर्थः. युवोः इति विशेषणं दातु शब्दस्य एव, यतोहि स्नु प्रत्ययान्तङ्गं भू प्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यं. येन विधि तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. स्नुः च धातुः च ब्रूः च तेषाम् इतरेतरद्वन्द्वः. स्नु धातु ब्रुवः तेषां स्नु धातु ब्रुवाम्. इह च उह च तयोः इतरेतरद्वन्द्वः. यु तयोः युवोः. इयं च उवं च ते तयोः इतरेतरद्वन्द्वः इयङ् उवङ्. अचि सप्तम्यन्तं, स्नु धातु ब्रुवां षष्ट्यन्तं, युवोः षष्ट्यन्तम्, इयङ् उवङ्गौ प्रथमान्तम्. अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः स्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ् अचि. तत्र अचि स्नु धातु ब्रुवां युवोरिवङ् उवङ् इति सूत्रमस्ति. एतत् इको यनचि इति कार्यं प्रपाद्य एव कार्यं करोति इति अहं मन्ये. स्नु प्रत्ययङ्गस्य एतत् सर्वं स्वादिभ्यगणैः पञ्चमगणविषये एव एतत् सर्वम् अभवत्. तत्र इकारान्त्य स्नु प्रत्यय अङ्गस्य स्नु प्रत्ययं विकरणप्रत्ययम् अस्ति चेत् तत्र इकारान्त उकारान्त धातु धातुरूपी अस्ति चेत् तत्र भ्रु इति ऊकारान्त दीर्घ ऊकारान्तप्रातिपदिकस्य च एषाम् इकारस्य ऊकारस्य स्थाने इयङ् उवङ् इकारस्य स्थाने इयङ् ऊकारस्य स्थाने उवङ् च आदेशः भवति अजादिप्रत्ययः परे अस्ति चेदेव. स्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषासूत्रमेव तदा तत् विधि स्थापित्वा अङ्गस्य अन्ते श्नु प्रत्ययः स्यात्, तस्मात् इत्यस्य एतत् कार्यं भवति। तर्हि धातु इत्येव अवशिष्यते तत्र। यस्य कृते युवोः तत्र षष्ट्यन्तमस्ति युवोः, अतः स्थाने इति स्थाने इति कारणम् आगच्छति युवोः इति विशेषणयोग्यं तत्र। येन विधि कथन्तस्य इत्यनेन यस्य धातोः अङ्गम् इकारः उकारः स्यात् इति अर्थः। श्नुः च धातुः च गृहू च तेषां मित्रेतरद्वन्द्वः। अनन्तरम् एतत् विषये प्रथमान्तं षष्ठ्यन्तम् एतत् अपि तत्र दत्तम्। तत्र अङ्गस्य इति अधिकारः अस्ति। अनन्तरम् अनुवर्तिसहितसूत्रं युवोः श्नु धातु ध्रुवम् अङ्गानां इयङ् उवङ्ग् यत्र इकारः आगच्छति तत्र इयङ् आगच्छति, उकारः चेत् तत्र उवङ्ग् आगच्छति। एतत् स्वादिगणे श्नु प्रत्यय अङ्गम् अस्ति चेत् एतत् सर्वम् अभवत्। समीचीनं भगिनि। तत्र एतत् सूत्रं तु वयं पूर्वमपि दृष्टवन्तः, परन्तु इदानीं श्नु प्रत्ययान्ताङ्गस्य विषये तस्य परिशीलनं पुनः बहुत्र आगच्छति स्वादिगणे। अतः श्नु प्रत्ययान्त अङ्गम् इति भागः एव अस्मिन् पाठे तस्य मुख्यत्वम् अस्ति। अचि परे यदा अच् प्रत्ययः परः अस्ति चेत् श्नु प्रत्ययान्त अङ्गस्य श्नु इति प्रत्ययान्त अङ्गस्य उकारः एव अन्ते अस्ति, अतः उवङ् इति आदेशः सर्वत्र भवति। अनन्तरं तत्र एतत् सूत्रं स्थलत्रये कार्यं करोति। एकं तु श्नु प्रत्ययान्त अङ्गं, तदेव अस्माकं सन्दर्भः इदानीम्। अनन्तरम् इकारान्त उकारान्त धातुरूपी अङ्गं, तदेव वयं पूर्वं दृष्टवन्तः। अतः एव यदा सूत्रे अनुवृत्तिसहितसूत्रं पश्यामः चेत् योः श्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ् गौ अचि, अचि इति अस्माकं निमित्तमस्ति। युवोः इत्यपि षष्ट्यन्तमस्ति, तत्र श्नु धातु ब्रुवाम् इति अस्ति। तत्र धातुः इति पदं युवोः विषये एव भवितुम् अर्हति। श्नु इति अस्मिन् उकारस्य उवङ् आदेशः, ब्रू इति प्रातिपदिकस्यापि उवङ् इति आदेशः, अवशिष्टभागः कः? धातुः युवोः। अतः यत् धातुः इति पदं युवोः इति क्षम्यतां युवोः इति विशेषणं धातुः इति शब्दस्य। युवोः इत्युक्ते किं? युवोः अपि षष्ट्यन्तं पदमेव। युवोः इत्युक्ते इकारान्त उकारान्त धातुरूपी अङ्गम् इत्यस्य, तदेव वयं पूर्वं दृष्टवन्तः। इकारस्य इयङ् उकारस्य उवङ् इति आदेशौ भवतः इति दृष्टवन्तः पूर्वम्। अनन्तरं ब्रू विषये यदा वयं सुबन्त प्रक्रियां पश्यामः तस्मिन् समये ब्रू विषये परिशीलनं कुर्मः। श्नु प्रसङ्गे तु अस्माकं पूर्वं यदा वयं दृष्टवन्तः प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा अस्ति। श्नु प्रत्ययान्त अङ्गम् इत्येव दत्तमस्ति, तत्र कस्मात् ग्रहणं भवति? श्नु एव ग्रहणं वा इति यदा प्रश्नः आगच्छति तत्र एतत् परिभाषा आगत्य वदति, तदन्तविधिः। अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः अस्ति तादृश अङ्गस्य ग्रहणम् इति, शक्नु इति शकारात् आरभ्य नु पर्यन्तं ग्रहणं भवति। श्नु इति यदा श्नु प्रत्ययान्तम् अङ्गम् इत्युक्ते श्नु एव इति न, परन्तु शक्नु अथवा चिनु इति स्वीकुर्मः चेत् प्रत्ययग्रहणे तदन्ताः ग्राह्याः, प्रत्ययस्य ग्रहणं भवति चेत् तस्मात् आरम्भतः प्रत्ययस्य आरम्भः कः इति द्रष्टव्यम्। अस्माकं धातोः आरम्भः एव प्रत्यय, यदा प्रत्ययस्य ग्रहणं भवति तदपि ग्रहणं भवति इति वयम् एतत् परिभाषा पूर्णतया पूर्वं पठितवन्तः। इतोपि एकवारं पठतु अद्य, तत्र पुनस्मरणमपि भवति. एतद् अचिष्णुधातु ब्रुवां युवोरि अङ् वङ्गौ इत्यस्य अस्मिन् सन्दर्भे अवगमनमपि सम्यक् भवति. तदेव अत्र विषयः, युवोः स्नु धातु ब्रुवाम् अङ्गानां यङ् वङ्गौ अचि अचि इति निमित्तम् अस्ति. अचि इत्युक्ते अच् प्रत्ययः इति अवगन्तव्यः. ओके, अस्तु. प्रश्नः अस्ति वा? बहु मुख्यसूत्रमस्ति, बहुवारम् आगच्छति अस्मिन् पाठे. अस्तु भगिनि, आम् भगिनि अग्रे पठतु भगिनि. स्वादिगणे फलितार्थः एवं यत् अजादि अपित्सु स्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ् आदेशः. सर्वेषां स्वादिगणीयधातूनां कृते अस्य सूत्रस्य प्रसक्तिः. एतत् पूर्वमेव वयं दृष्टवन्तः. उवङ् इति आदेशस्य इक नकारस्य अकारस्य भगिनि आं सम्यक् एव वदतु भगिनि. अकारस्य च इत् संज्ञा भवति, अतः उव् अवशिष्यते. उ इत्यस्मिन् एकः एव वर्णः न, अपि तु तस्मात् अधिकाः वर्णाः उ इव् इति, अतः अनेकाल् अस्ति. तर्हि अत्र अनेकाल्षित् सर्वस्य इत्यनेन शक्नु इत्यस्य पूर्वतया स्थाने उवङ्, परन्तु नित्य इति अपवादसूत्रेण आदेशः. नित् चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः. उवङ् नित्तः नित् अतः शक्नु इत्यस्य उकारस्य एव स्थान उ आदेशः भवति. सुधादिगणे अपि एतादृशकार्यम् अवलोकितम्, इकारान्तधातुषु उकारान्तधातुषु च. तत्र उवङ् इति आदेशस्य इङ् इकारस्य अकारस्य च इत् इत् संज्ञा भवति. अतः उवङ् इति स्थाने तत्र इत् भवति, नकारस्य अनन्तरम् अकारस्य च उवा इति. अत्र उ एव अवशिष्यते. तत्र उ इत्यस्मिन् एकः एव वर्णः तत्र नास्ति, अनेकवर्णाः अस्ति, अधिक उ उ इव् इति, अतः अनेकाश्चित् अस्ति. एतत् सूत्रम् अलोन्तस्य इति सूत्रस्य अपवादसूत्रमेव. तत्र शक्नु इत्यस्य पूर्णतया वदामः चेत् तत्र उवङ् शक्नु अनन्तरम् उवङ् शक्नुस्थाने तत्र पूर्णतया उवङ् आगच्छति तत्र. परन्तु नित्य इति अपवादसूत्रेण आदेशः नित् चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः. एतत् तत्र अलोन्तस्य इति अङ्गस्य अन्त्यवर्णे एव तत्र आदेशः, तत् स्थाने एव आदेशः भवति. उमङ् नित् अतः शक्नु इत्यस्य उकारस्य एव स्थाने उव् आदेशः. शक्नुवान् शक्नुव इति आगच्छति तत्र शक्नुव. सुधादिगणे अपि एतत् सर्वं पूर्वं वयं दृष्टवन्तः, इकारस्य ओकारस्य धातुः स्थाने. एतत् विषये एव अग्रे दत्तम् अनेकाय् अनेकाश्चित् सर्वस्य इति. आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यस्य. एतत् वयं दृष्टवन्तः एव. सर्ववर्णस्य स्थाने आदेशः भवति. अलङ्कस्य इत्यस्य अपवादसूत्रमेव. न एकः अनेकः नन्दि तत्पुरुष समासः अनेक अल् यस्य सः अनेकाल् बहुव्रीहिसमासं तत्र श इत् यस्य सः षित् बहुव्रीहि अनेकाल् च षित् च अनेकाल् षित् बहुव्रीहि गर्भसमासः समाहारद्वन्द्वः तत्र अल् इति प्रत्याहार सर्वे वर्णाः अन्तर्भूताः अनेकाल् इत्युक्तौ सादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेकवर्णः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं सानेन्द्रतमः इति अस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल् षित् सर्वस्य स्थाने एव न तु तत्र एतत् सूत्रस्य अपवादसूत्रम् अलोकस्य इति एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः तत्र किञ्चित् विवरणं नास्ति खलु भगिनि आम् समीचीनमेव अलोन्त्यस्य इति एकाल् आदेशः अलोन्त्यस्य अपवादभूत्रम् अनेकाल्चित् सर्वस्य तत्र तु अनेकाल् अस्ति अन्त्यस्य स्थाने यद् आदेशः भवति अन्त्यादेशः अलोन्त्यस्य अनेकाल्चित् सर्वस्य सर्वादेशः द्वयोः भेदः तदेव निच्च इति सूत्रं तस्य अपि अपवादः अलो अनेकाल्चित् सर्वस्य इत्यस्य अपवादः निच्च अत्र अस्माकं शक्नु इति अङ्गं तत्र उवङ् इति यद् आदेशः तत्तु अनेकाल् अस्ति परन्तु पूर्णतया अनेकाल्चित् सर्वस्य इत्यनेन आदेशः न भवति किमर्थम् इत्युक्ते उवङ् इति ङित् अस्ति नकारस्य इत्संज्ञा ङित् अस्ति उवङ् आदेश तद् अनन्तरं यदा पूर्णतया आदेशः भवति चेत् तत्र शक्नु इति भागः एव लोपः भवति तत्र तस्य आदेशः भवति तस्य स्थाने उवङ् इति आगच्छति तादृशं रूपम् अस्माकम् इष्टरूपं नास्ति निच्च इत्यनेन अन्त्यादेशः भवति उवङ् इत्यस्य अन्त्यादेशः ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव आदेशः भवति अतः यत्र यत्र उवङ् इति तादृशं ङित् अस्ति चेत् तत्र अनेकाल्चित् सर्वस्य इत्यस्य अपवादभूतसूत्रं ङिच्च इत्यनेन अनेकाल् चेदपि अन्त्यस्य स्थाने एव भवति न तु सर्वस्य समीचीनं धन्यवादः भगिनि रघुपतिमहोदय पठति वा कुतः निच्च इति तत्र निच्च तत्र अपि प्रथमवाक्यं मानवृत्तिसहितः अस्तु निच्च नित् आदेश अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति न तु सर्वस्य अनुवृत्तिसहितसूत्रमस्ति नित्य अन्त्यस्य अलः स्थाने इति अस्ति अन्त्यस्य अल यद्यपि अनेकाल् अस्ति परन्तु नित् अस्ति अतः यत्र नित् अस्ति तत्र अन्त्यस्य अलः स्थाने एव भवति इति अपवादसूत्रमस्ति अनेकाल्चित् सर्वस्य इति सूत्रस्य तर्हि अग्रे पठामि तर्हि अचिष्णुधातु भुवं युवोरियङ् उवङ्गौ इति सूत्रेण अजादि अपिस्सु स्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ्गादेशः सर्वेषां स्वादिगणीयधातूनां कृते हलन्धातुनापि यथा शक् अजन्धातुनापि यथा कि अयम् उवङ् आदिष्टः किन्तु अत्र कुष्णुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्ययसम्बन्धि उकारः असंयोगपूर्व पूजा भवति इति किन्तु अत्र कुष्णुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्ययसम्बन्धी उकारः असंयोगपूर्वः चेत् यणादेशः विधीयते अस्तु अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गो इति सूत्रं सर्वत्र भवति अस्मिन् स्वादिगणे परन्तु अत्र यत्र असंयोगपूर्वः चेत् तत्र अन्यसूत्रमस्ति उष्णुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्ययसम्बन्धि उकार एनादेश अङ्गस्य एनादेशः भवति इति एनादेशः विधीयते इति अस्ति. संयोगपूर्वस्य एव भवति तादृशं नास्ति. तत्र अचिष्णुधातुभ्रुवाम् इत्यस्य अजादिप्रत्यये परे इत्येव दत्तमस्ति. संयोग वा असंयोगः वा इति किमपि न दत्तमस्ति. तत्र निमित्तं तु अचिपरे तावदेव अचिपरे. परन्तु तत्र विशेषसूत्रम् अस्ति असंयोगपूर्वस्य कृते, अतः तद् कार्यं करोति तत्र. तावदेव. अग्रे इदानीं विष्णुवोः सार्वधातुके इत्यस्य विवरणमस्ति. विष्णुवोः सार्वधातुके हू धातु च अनेकाच् विष्णुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यणादेशो भवति अजादिसार्वधातुकप्रत्यये परे. स्थानेन्तरतम् इत्यनेन उकारस्य स्थाने यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः येन विधिसदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तदादौ वल्ग्रहणे वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये हुश्च स्नुश्च तयोः इतरेतरद्वन्द्वपुष्णुवौ तयोः पुष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः इति बहुव्रीः समासः तस्य असंयोगपूर्वस्य. विष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिष्णुधातुप्रुवां युवोः इयङ् उवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इणो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः एरणेकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओः सुपि इत्यस्मात् वोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः तथा अनुवृत्तिसहितसूत्रमस्ति. अनेकाचः ऊष्णवोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वत्रके इति स्वादिगणे फलितात् एवमस्ति. अजादि अपित् परे असंयोगपूर्वस्य उकारस्य स्थाने यन् आदेशः भवति इति अस्तु. अत्र सूत्रमस्ति उष्णवोः सार्वधातुके अस्य फलितातः अस्मिन् स्वादिगणे इति अस्ति असंयोगपूर्वस्य उकारस्य स्थाने यन् आदेशः भवति इति. इदानीं तत्र ऊ धातुः च अनेकाच् विष्णुप्रत्ययान्तम् अङ्गं च भवति. भगिन्याः किञ्चित् बहु किमपि अस्ति अत्र नास्ति महोदय. तत्र तलद्वयमेव ऊ धातुः अनन्तरम् अनेकाच् विष्णुप्रत्ययान्तम् अङ्गम् अनेकाच् भवतु इत्येव अस्ति. एकम् एव विष्णुप्रत्ययान्तम् अङ्गम् अनेकाच् अनेकाच् वर्णः यस्य सः इति अनेकाच् तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति इति अस्ति. असंयोगपूर्वस्य इति अनुवृत्तिरूपेण आगच्छति, अतः यत्र कुत्रापि न भवति. अनेकाच् विष्णुप्रत्ययान्तमङ्गं यद् असंयोगपूर्वः अङ्गः असंयोगपूर्व अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति. ओहो ओहो इति उकारस्य अस्तु द्विवचने भवति. षष्ट्यन्तं रूपम् अस्ति. षष्ट्यन्तं द्विवचनं. अत्र पुनः परिशीलयतु महोदय अनुवृत्तिसहितसूत्रम् एकवारम्. अस्तु, अनुवृत्तिसहितसूत्रम् अनेकाचः ऊष्णुवोः ऊष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य ओः अङ्गस्य यन् अति सार्वधातुके इति अङ्गस्य अत्र निमित्तं किं प्रथमम् अचि परे अति. अस्तु, निमित्तमिति अस्ति अचि अचि अस्ति. इदानीं स्थान अस्ति उकार अस्ति ओः असंयोगपूर्वस्य ओः इति तस्य यणादेशः भवति इति अस्ति. षष्ठी अस्ति अतः हू इति धातु अन्यदस्ति वा हू इति. आं हू इति धातुः अस्ति. धातुः अस्माकं किं रूपम् आगच्छति किल आहू वा किमपि तत्र अस्मिन् गणे नास्ति. अस्मिन् गणे नास्ति. अस्मिन् गणे भिन्न भिन्नवार्ता अस्ति. तत्र अस्माकं कृते तु अनेकात् श्नु प्रत्ययान्तम् अङ्गम् अनेकात् श्नु प्रत्ययान्तम् अङ्गम् तत्र असंयोगपूर्वम् अपि भवेत् तस्मात् अङ्गस्य अन्ते यद् उकारः अस्ति तस्य क्षम्यतां यण् आदेशः भवति. अनन्तरं तत्तु भगिनी तत्र ओः इत्युक्ते तत्र उकारस्य षष्टि अस्ति अतः उकारः एव आगच्छति. उकार इति अङ्गस्य यन् आदेशः भवति चेत् तत्र उकारस्य स्थाने वकारः आगच्छति. उकारस्य स्थाने वकारः. आं तावदेव तदेव स्थानेन्द्रमिति सूत्रेण स्थानेन्द्रमेव. सार्वधातुके अचि अपि मुख्यम् अस्ति. यत्र कुत्रापि न भवति सार्वधातुकप्रत्ययपरे. समीचीनं तदेव अस्ति. तत्र अन्यत् किमपि नास्ति किल. येन विदुष्टदन्तस्य इत्यनेन यस्य अङ्कस्य अन्ते उकारः अस्ति तादृशं तदेव तदेव एतदेव अस्माकम् अजादि अपित्सु अजन्तधातूनां कृते विशेषसूत्रमस्ति. सर्वसामान्यसूत्रम् अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ हलादि क्षम्यतां हलन्तधातूनां कृते अस्माकं शक् इति धातूनां कृते सर्वसामान्यसूत्रं कार्यं करोति. चि इति अस्माकं अजन्तधातुः अस्ति तत्र विशेषसूत्रं हूष्णुवोः सार्वधातुके इत्यनेन अजादि अपित्सु कार्यं करोति. सूत्रद्वयम् अजादि अपित् कृते सूत्रद्वयं अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ हूष्णुवोः सार्वधातुके असंयोगपूर्व उकारः यत्र अस्ति तत्र हूष्णुवोः सार्वधातुके कार्यं करोति. तत्र यण् आदेशः भवति उवङ् प्रबाद्य यण् आदेशः. धन्यवादः महोदय. अनेकाचः इति अङ्गस्य अनेकाचः अङ्गस्य कृष्णोः अङ्गस्य धातु इति अनेकाच नास्ति परन्तु अङ्गस्य धातुः नास्ति भगिनि. अङ्गस्य एव अङ्गस्य अनेकात् श्नु प्रत्ययान्तम् अङ्गमेव धातुः नास्ति अङ्गमेव. यदा वयं श्नु इति प्रत्ययः योजयामः अनन्तरम् अनेकाच् भवति. सर्वदा भवति खलु. आं सर्वदा भवति एव. समीचीनं. किमर्थम् अनेका चित्यर्थमस्ति? यद्यपि धातु तत्र एकाच् भवति एव खलु, एकाच् भवति एव. अनन्तरं तत्र असंयोगपूर्वस्य इत्यस्य कृते तद् अनेकाच् दत्तमस्ति. तदापि भवति एव, संयोगः अस्ति चेदपि भवति एव किल. आमाम्, अङ्गस्य इति असंयोगपूर्वस्य इति चिनु चिनु अनेकाचः शक्नु अपि अनेकाचः एव अङ्गः. तदेव किमर्थम् एकं अङ्गस्य इति आम् महोदय, भवति एव किल. तत्र तु किमपि स्वादिगणे एव भवतु इति किमपि न दत्तं. स्नु इत्युक्ते वयम् अवगन्तुं शक्नुमः. ऊ इति जुहोत्यादिगणीयस्य गणधातुः अस्ति, स्नु इति स्वादिगणस्य विकरणम्. एतयोः द्वयोः ऊवर्णयोः अनेन सूत्रेण अजादि सार्वधातुकप्रत्यये परे यणादेशः विधीयते. कदा अयं? यदा अयं वर्णः असंयोगपूर्वः अस्ति, अनेकाच् अङ्गस्य च अन्ते अस्ति. अनेकाच् अङ्गस्य अन्ते अस्ति इत्युक्ते एव तस्य भवति. प्रश्नः समीचीनः. आम्, एकाच अङ्गः कुत्र भवति इति, कुत्र भवति, तदेव मम अपि प्रश्नः इदानीम्. अनेकाच एव भवति किल, तत्र किमपि भवति तादृशं, यथा कदापि पाणिनिना न योजितं कदापि किमपि अस्ति तत्र दृष्टिः नास्ति. भगिनि अष्टाध्यायी डाक्टर् क्लियर्लि अङ्गस्य इति दत्तमस्ति. न न, अनेकाच् एव अङ्गं सर्वदा भवति किल. आं भगिनि, एकाच् अङ्गं तु न कदापि भवति. एकाच् अङ्गम् एकाच् अङ्गम् अदादि अङ्गणे भवति. अदादि तत्र भवति, अदादि अदादिगणे भवति महाराज. तत्र या इति वा तदापि अनेकाच् एव अस्ति. या इति अनेकाच् अनेकाच् एव, यकारः आकारः किल. अच् नास्ति न, यकारः नास्ति, अच् यकारः आकारः एकाचिति या. भगिनि, अत्र अस्य सूत्रस्य प्रसक्तिः ऊ इति स्नु इत्येव इत्येषु स्थलेषु द्वे स्थले स्थले एव भवति खलु. आम्, अन्यत्र न भवति. अनेकाचः जनरल् सूत्रम् अस्ति इति, एकोर् अनेकाच् अनुवृत्ति सहितसूत्रम्. किमर्थं तस्य अनुवृत्तिः आगच्छति इति एव प्रश्नः. अनेकाच् इति अनुवृत्तिः किमर्थम्? अनेकाचः अङ्गस्य कूष्णुवोः असंयोगपूर्वस्य ओः अचि सार्वधातुके यण् अनेकाचः इति किमर्थं? पूर्णतया वर्णाः सर्वं स्वीकृतं खलु इति स्थाने, अतः एव अनेकाचः इति आगच्छति. अनेकाचः अङ्गस्य तदपि समीचीनम्. अनेकाच अङ्गस्य त्रिषु स्थलेषु भवति वा? अनेकाच अङ्गस्य हू अङ्गस्य हू इत्यस्य तादृशं भवति वा न अनेकात् अङ्गस्य हु तथा ओ अस्तु अनेकात् अङ्गस्य हु तथा हु इत्यस्य अनेकात् अस्ति किल हकारः उकारः अनेकात् अस्ति आं भगिनि अनेकात् अङ्गस्य हु प्रत्यय स्नु प्रत्यय आम् आम् समीचीनं एतयोः असंयोगपूर्वस्य ग्रहणं कस्य इति हू इति यदा स्वीकुर्मः तत्तु अनेकात् अस्ति तस्य उकारस्य अजादिसारदातिके परे यणादेशः भवति श्नु इति श्नु इति प्रत्ययः अनेकात् अङ्गस्य इत्युक्ते श्नु प्रत्ययः यस्य अन्ते अस्ति इत्येव वयं दृष्टवन्तः किल अतः श्नु एव इति न यदा वयं चिनु इति स्वीकुर्मः तदपि अनेकाचः अस्ति तस्य उकारस्य स्थाने स्थलद्वयम् इदानीम् अवगतम् अनेकात् अङ्गस्य इति विशेषणं हू धातोः कृते अपि श्नु इति प्रत्ययस्य कृते अपि एतयोः असंयोगपूर्वस्य ऊ वर्णस्य अजादिसार्वधातुकप्रत्यये परे यणादेशः भवति अवगतं वा हू इति धातुः जुह्वति इति रूपम् आगच्छति अतः हू इत्यस्य अनेकाच् अस्ति किल तत्र आदेशः भवति जू तत्र द्वित्वं किमपि कार्यं सर्वं भवति अनन्तरम् एतद् हू इत्यस्य स्थाने उष्णुवोः सार्वधातुके इत्यनेन यणादेशः भूत्वा जुह्वति इति रूपम् आगच्छति अवगतं वा महोदय तत्र आम् इदानीं स्पष्टम् अस्तु अस्तु राजेन्द्रमहोदय पठति वा आम् आम् अजादि अपित्सु सर्वेषां स्वादिगणीय धातूनां कृते इको यञ्जि इत्यनेन यन् आदेशः प्रसक्तः तदा तं प्रभादि अचिषणु धातु ब्रुवां योर् इवङ् वङ्गो इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे तदा अजन्तधातूनां कृते उवङ् आदेशं प्रभादि हूष्णुवो सार्वधातुके इत्यनेन पुनः यन् आदिष्टः सार्वधातुक आर्धधातुकयोः इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यताम् तदा अपित्वात् गुण्निषेधो भवति आहत्य अजादि अपित्सु सूत्रक्रमः एवं भवति इको यञ्चि सार्वधातुक आर्धधातुकयोः सार्वधातुकम् अपित् किन्नति च अचिष्णु धातु ब्रह्म योर् इवङ् वङ्गो हूष्णुवो सार्वधातुके अजादि अपित्सु कृते सर्वेषां तत् स्वादिगणिधातूनां कृते इको यञ्चि तस्य प्रसक्तिः यन् आदेशः प्रसक्तः अस्ति प्रसक्तिः अस्ति तं प्रभादि अचिष्णु धातु ब्रह्म योर् इवङ् वङ्गो इत्यनेन वङ् विहितः भवति सर्वेषां धातूनां प्रसङ्गे तदा यथा यते यथा तत्र उकारान्तधातुः अस्ति तत्काल अङ्गम् अस्ति तत् अजन्तधातूनां कृते उवङ् आदेशं प्रभाति हूष्णुवो सार्वधातुके इत्यनेन इत्यनेन पुनः यन् आदिष्टः भवति अजन्तधातुः अस्ति यथा चिनु अस्ति अङ्गं तत्र तं प्रभाति हूष्णुवो सार्वधातुके यन् आदिष्टः भवति सार्वधातुक आर्धातुकयोः इत्यस्य अपि प्रसक्तिः अस्ति इति स्मृतां तदा अपित्वात् यथा तत्र शृणु अपित्वात् तत् नित्वत् कार्यं करोति तत् कारणात् तत् गुणनिषेधः भवति किन्ति च सूत्रेण आहत्य अजादि अपित्सु सूत्रकर्मः एवं भवति इको यञ्चि तं प्रभाति सारुधातुक आर्धातुकयोः तं प्रभाति सारुधातुकम् अपित् अपि च किन्नति च तत् अनन्तरम् अचिष्णु धातु ब्रह्मा युवर् युवङ्गमङ्ग हूष्णु व सारुधातुके एतादृशी क्रमः भवति अत्र इकोयञ्चि सूत्रस्य प्रसक्तिः अस्ति परन्तु सार्वधातुक आर्धतयोः तं प्रभाति सार्वधातुक आर्धातुकयोः सूत्रम् आगत्य कार्यम् उद्युक्ता अस्ति परन्तु सार्वधातुकम् अपि अपि नित्वत् कार्यं करोति शृणु प्रत्ययः तत् किन्नति च सूत्रेण गुण्निषेधः तदनन्तरं तत् अचिष्णु धातु भ्रमा युव इवङ् उमङ्गो तत् इवङ् उमङ्ग आदेशः भवति इकार उकार अन्ते धातु कृते तद् इमङ् उमङ्ग आदेशः भवति परन्तु तं प्रभाति हूष्णुवो यत् अजन्त अजादि अजन्तधातुः अस्ति हूष्णुवो सारुधातुके सूत्रेण तत् यन् आदेशः भवति अत्र मनसि बोध्यं यत् अजादि अपित्सु अपि इमानि सूत्राणि इको यञ्चि अचिष्णु धातु युवो इमङ् उमङ्गो हूष्णु व सारुधातुके येषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति अजादि पित्सु अपि त्रयाणां सूत्राणां प्रसक्तिः अस्ति चुनु आनि आनि अजादिप्रत्ययः त्रिषु अपि सूत्रेषु निमित्तम् अस्ति अचि अजादिप्रत्ययः प्रत्यये परे अजादि पित् प्रत्ययः अपि अजादिः अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि परन्तु तत् सार्वधातुक आर्धातुकयोः इत्यस्य परसूत्र सूत्रात् बलम् अतः अनेन गुणो न गुणो भवति चुनो आनि गुणकार्य अनन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति फलितार्थः एवं यत् वङ् च यन् च भवतः केवलं कितिनिति अजादि प्रत्यये परे सूत्रे तादृशं कितिनिति इति वदनस्य आवश्यकता न आसीत् पाणिनिना किमर्थं यतोहि कित् नित् नास्ति चेत् गुणः भविष्यति न तु वङ् यन् वङ् यन् यत् तत् आदेशः भवति अजादिपित्सु अपि इमानि त्रीणि सूत्राणि तेषां प्रसक्तिः अस्ति इको यञ्चि अचि शृणु धातु ब्रह्म युवङ्ग अपि च हूष्णुः शार्वधातुके त्रयाणां सूत्राम् अत्र प्रसक्तिः अस्ति तत्र किं किं भवति अजादि पित् प्रत्ययः यथा पित्वा तत्र तत्र सार्वधातुक आर्धातुकयोः तत् आगत्य तत् गुणकार्यं करोति तत् कारणात् तत् यदा गुणकार्यं भवति तदनन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति इको यञ्चि अचिष्णु धातुभ्रमा युवङ्ग अपि च हूष्णु व सार्वधातुके सार्वधातुक आर्धातुकयोः तु परसूत्रम् अस्ति सप्तमध्याये तृतीयपादे चतुर् अशीति सूत्रं तमं सूत्रम् अस्ति इको यञ्चि तु षष्ठमध्याये अचिष्णु धातु अपि षष्ठमध्याये चतुर्थपादे अपि च सार्वधातुके हूष्णु व सार्वधातुके अपि षष्ठमध्याये चतुर्थपादे सन्ति तत्कारणात् तत्र सार्वधातुक आर्धातुकयोः तत् परसूत्रात् बलेन तत् कार्यं करोति तत् गुणकार्यं भूत्वा तत् त्रयाणां सूत्राणां प्रसक्तिः नास्ति फलित अर्थः एवं यत् उमङ्ग उमङ्ग च यन् भवतः कृतिनिति अजादि प्रत्यये परे अपि एव कार्यं कुर्वन्ति तत् सूत्रे तादृशं कितिनिति वदनस्य आवश्यकता न आसीत् पाणिनः यतोपि तत् पित् प्रत्ययः अस्ति, तत् कारणात् तत्र सार्धातु आर्धकः गुणकार्यं तु भवति एव, परन्तु यदा गुणकार्यं निषेधः अस्ति, गुणनिषेधः अस्ति, कार्यस्य निषेधः अस्ति, तत्कारणात् तत्र तदा तत् अपि अतिशुणुधातु ब्रह्मां हूषणु वा सार्वधातुके सूत्रम् आगत्य कार्यं कार्यं कुरुतः, तत्कारणात् तत् सूत्रे कितिनिति तत् वदनस्य कोऽपि आवश्यकता न आसीत्, कित् न अस्ति चेत् गुणः तु भविष्यति एव, तत्कारणात् तत् कितिनिति न उक्तं न सूत्रे इकोयन्ति धातु ब्रह्म अपि च हूष्णो सारुधातुके त्रिषु सूत्रेषु तस्य कितिनिति तत् किमपि न उक्तम् उक्तं आवश्यकता न समीचीनं. तदेव सर्वदा क्रमः एतदेव इकोयणचि अचिष्णुधातुभ्रुवां युवोरियङ् वङ्गौ हूष्णुवोः सार्वधातुके इति अजादि अपित्सु, तत्रापि सार्वधातुकार्धधातुकोयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् गुणनिषेधः. यदा पित् अस्ति चेत् अजादि पित् अस्ति चेत् तत्र तु गुणः भवति एव परसूत्रत्वात् बलमधिकं सार्वधातुकार्धधातुकयोः इत्यस्य, परन्तु तत्रापि मनसि भवेत् अचिष्णुधातुभ्रुवां वा इको यणचि हूष्णुवोः इत्यस्य प्रसक्तिः अस्ति एव, तत्र तु अजादि इत्येव दत्तं, पित् अपित् इति किमपि न उक्तम् इति तत्र कथनस्य आशयः एतदेव. तत्र सर्वदा भवति एव, अतः एतदेव अस्माकं प्रथमभेदः. अजादि अपित्सु भेदत्रयम् इति दृष्टवन्तः. प्रथमभेदः कः इत्युक्ते अचिष्णुधातुभ्रुवां युवोरियङ् वङ्गौ प्रबाद्य हूष्णुवोः सार्वधातुके, तत्र अजादिप्रत्यये परे तस्य कार्यम् असंयोगपूर्वस्य उकारः इति दत्तमस्ति, अतः तस्य एव कार्यं भवति, येन यणादेशः. अस्माकं कृते तु उकारस्य स्थाने वकारः स्थानेऽन्तरतमः इति कारणतया इति प्रथमभेदः. महोदय, भवानेव द्वितीयभेदः अपि पठतु महोदय. अस्तु भगिनि, द्वितीयभेदः परस्मैपदे लोटि मध्यमपुरुष एकवचने सेहिर्पिच् इत्यनेन सि स्थाने हि आदेशः, तदा सामान्यनियमः एवं यत् अङ्गम् अधन्तं चेत् अतो हे इत्यनेन हि लोपः, वद् वद् योगिः वद् अङ्गम् अनधन्तं चेत् हि लोपः न भवति, शक्नुयोगिः यथा शक्नुहि, परन्तु उकारान्त अङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनधन्तं सति अपि हि लोपः भवति. सारांशत्वेन हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्, अपवादे अजन्तधातुभ्यः हि लोपः. अस्तु, इदानीम् अवगच्छामि भगिनि. गतसप्ताहे तत्र मनसि किञ्चित् भ्रमः आसीत् कथं हि लोपः भवति. अत्र परस्मैपदे मध्यमपुरुषे एकवचने सेहिर्पिच् सूत्रेण तत् सि स्थाने हि आदेशः भवति, तत्तु सामान्यनियमः अतः अङ्गम् अधन्तम् अस्ति चेत् अतो हे हे सूत्रेण हि लोपः भवति, यथा वद् योगिः अत्र अधन्तम् अङ्गम् अस्ति, तत्कारणात् तत् हि लोपः भूत्वा तत् वद् एव अवशिष्यते. तत् अङ्गम् अनधन्तं चेत् हि लोपः न भवति, हि लोपः न भवति, यथा शक्नु योगिः अस्मिन् उदाहरणे तत्र शक्नुहि रूपं निष्पद्यते. परन्तु उकारात् अङ्गम् अस्ति चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, उकारात् अङ्गम् अस्ति अपि च असंयोगपूर्वः उकारः अस्ति, तत् अङ्गम् अनधन्तं सति अपि हि लोपः भवति. अस्तु, इदानीं उकारान्त भवेत् अपि च तस्य असंयोगपूर्व उकारः असंयोगपूर्वः भवेत् तत् तदा तत्र अङ्गम् अनन्तम् अस्ति चेत् तत् अपि हि लोपः भवति. सारांशत्वेन हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यं, यथा शक्नु उदाहरणं यथा दृष्टवन्तः वयं, शक्नुयोगिः शक्नुहि, अपवादे अजन्तधातुभ्यः हि लोपः भवति. सूत्रम् अस्ति उतश्च प्रत्ययाद् संयोगपूर्वात्, प्रत्यय उतश्च प्रत्ययात् संयोगपूर्वात् असंयोगपूर्वात् प्रत्यय अव्य उकारात् प्राक् संयोगः नास्ति चेत् परस् हि प्रत्ययस्य लुक् भवति. इदानीं यथा पूर्वं वयं पठितवन्तः तत् उकारात् अङ्गम् अस्ति अपि च संयोगपूर्वम् अस्ति उकारात् अस्ति तत् हि प्रत्ययस्य लोपः लुक् भवति. न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहि तस्मात् असंयोगपूर्वात् उतः पञ्चमी अन्तं च अव्ययपदं प्रत्ययात् पञ्चमी अन्तम् असंयोगपूर्वात् पञ्चमी अन्तम् अनेकपदम् इदं सूत्रं चुनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अतो हेः इत्यस्मात् हेः इत्यस्य अनुवृत्तिः अङ्गस् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् असंयोगात् पूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक् असंयोगपूर्वात् यः उकारः अस्ति अङ्गस्य अन्ते तत् प्रत्ययात् अङ्गात् च हेः लुक् भवति. तत्र तत्रापि हेः तत् हि यथा आसीत् तत् सेहिर्पिच् सूत्रेण यथा हि तत् आगतः तत् तस्य हि प्रत्ययः लोपः भवति लुक् भवति यदि अङ्गम् उकारात् अस्ति अपि च उकारात् असंयोगात् पूर्वः अस्ति पूर्व उकारात् अस्ति अङ्गं तदा तत्र हे हि प्रत्ययः लुक् लोपः भवति. समीचीनं. तदेव सूत्रमस्ति. गतसप्ताहे अहमपि विस्मृतवती सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रमस्ति. तत्र उकारात् प्राक् असंयोगः अस्ति चेत् असंयोगपूर्व उकारः तदेव मनसि भवेत्. असंयोगपूर्वः उकारः यत्र अस्ति तस्य परस्य हि प्रत्ययस्य लुक् भवति इति. अतः चिनु योगः हि इत्यस्य उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण हि इत्यस्य लोपः भूत्वा चिनु इति अङ्गम्. एतदेव अस्माकं द्वितीयभेदः. प्रथमभेदः दृष्टवन्तः. द्वितीयभेदः यत्र हि लोपः तु अस्माकं शक्नु योगः हि इत्यस्य हि लोपः न भवति. शक्नुहि हलन्तधातुः हि लोपः न भवति. अस्माकं यदा अस्माकम् अनदन्त अङ्गस्य क्रमः तत्र तु हि लोपः न भवति इति एव दृष्टवन्तः. परन्तु अपवादभूतरूपेण चि इति अस्माकम् अजन्तधातुः तत्र हि लोपः उतश्च प्रत्ययात् असंयोगपूर्वात् इति असंयोगः अस्ति इति कृत्वा तत्र हि प्रत्ययस्य लुप् भवति. विशेषसूत्रमस्ति. धन्यवादः महोदय. श्रीवल्ली भगिनी तृतीयभेदः पठति वा? आं भगिनि. तृतीयभेदः हलादि अपिक्षु किमपि कार्यं नास्ति इति सामान्यनियमः. हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र. अजन्तधातूनां कृते हलादि अपि प्रत्ययः मकारादिः वकारादिः चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति. उदाहरणं चिनु योगः वः चिन्वः चिनुवः. सो तृतीयभेदः अस्ति. सामान्यनियमं हलादि अपिक्षु किमपि कार्यं नास्ति इति सामान्यनियमं. हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र अस्ति. अजन्तधातूनां कृते हलादि अपि प्रत्ययः मकारादि वकारादि चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति. चिनुयोगः वः चिन्वः वा चिनुवः इति रूपं विकल्पेन भवति. उत्तमपुरुषे द्वितीय द्विवचने बहुवचने मकारे मकारादि मकारादि आम् विकल्पेन द्वे रूपं भवति. अलोपः लोपश्चास्यान्यतरस्यां मोहो इति सूत्रम्. असंयोगपूर्वस्य प्रत्यय अवयवम् उकारस्य विकल्पेन लोपः भवति वकारमकारादौ प्रत्यये परे. येन विधिः तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य लोपः न तु पूर्ण अपूर्णाङ्गस्य. अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य हितः इत्यस्य उल्लेखः. मकार च वकार च तयोः इतरेतरद्वन्द्वः मौ तयोः मोः लोपः प्रथमान्तं च अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं मोः सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. उतश्च प्रत्ययाद संयोगपूर्वात् इति अस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम् इति पूर्णसूत्रम्. अजन्तधातूनां कृते इति सूत्रम् असंयोगपूर्वस्य प्रत्यय अवयव उकारस्य विकल्पेन. केवलम् उकारस्य विकल्पेन लोपः भवति. लोपः भवति. अतः अनुवृत्तिसहितसूत्रं पुनः पठतु भगिनि एकवारम्. आम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम्. अन्यतरस्याम् इत्युक्ते विकल्पेन. अस्य असंयोगपूर्वस्य षष्ट्यन्तमस्ति. प्रत्ययस्य च उतः अङ्गस्य प्रत्ययस्य उतः इति अपि षष्ट्यन्तः प्रत्ययस्य उतः अङ्गस्य लोपः च इच्छा इति भगिनि. असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च भवति. तादृशप्रत्ययः यः मकारः वा वकारः वा अस्ति इति मोहो इति अस्य इत्यस्य एव तत्र दत्तमस्ति किल पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उतः इति उल्लेखः इति अस्य असंयोग समीचीनम्. अत्र उकारस्य लोपः भवति यदा मकारः वा बकारः वा परे अस्ति चेत् तदेव अस्माकं निमित्तं. किमपि अन्यत् किमपि न दत्तमस्ति अत्र. पित्वा पित्वा किमपि नास्ति. असंयोगपूर्वः उकारः अनन्तरं मकारः वकारः परः अस्ति चेत् तस्य लोपः विकल्पेन भवति. तावदेव वदति सूत्रम्. किमपि अन्यत् किमपि अन्यत् निमित्तं किमपि नास्ति. अतः तत्र तृतीयभेदः अजादि अपित्सु किं भवति इत्युक्ते मकारवकारयोः लोपः क्षम्यतां हलादि अपित् प्रत्यये परे अजादि नास्ति. हलादि अपित् मकारः इत्युक्ते हलादिः किल हलादि अपित् अपित् प्रत्ययः मकारः वकारः तस्य प्रत्यये परे उकारस्य लोपः असंयोगपूर्व उकारस्य लोपः. तदेव असंयोगपूर्व मिप् इति मकारादि एतत्तु द्विवचने मिप् मिप् इति समीचीनम्. एतत्तु असंयोगपूर्वः इति इत्यनेन अस्माकं चिनु इति अङ्गं तत्र शक्नुन् आगच्छति. सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च मकारादिः वकारादिः च प्रत्ययः परः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन. सारांशः तदेव यदा वयम् उक्तवन्तः इदानीम् तत्र संयोगः एव असंयोगः एव अस्माकं मुख्यबिन्दुः. असंयोगः इति उक्त्वा सूत्रद्वयमस्ति अस्माकं पार्श्वे इदानीं, क्षम्यतां सूत्रत्रयम् अस्ति. ऊष्णवोः असार्वधातुके ऊष्णवोः सार्वधातुके उतश्च प्रत्ययात् असंयोगपूर्वस्य अनन्त पूर्वात् इति पञ्चमी, लोपाश्च अन्यतरस्यां मोहो इति सूत्रत्रये अपि असंयोगपूर्वः इति उक्तमस्ति. साक्षात् अनुवृत्तिसहितसूत्रं स्वीकुर्मः चेत् सर्वत्र असंयोगपूर्वः इति उक्तमस्ति. तदेव अस्माकं भेदत्रयं यदा वयं दृष्टवन्तः ची इति धातुः स्वीकृत्य भेदत्रयं तदेव अस्ति. स्पष्टं वा? एतस्य आधारेण एव अग्रे वयं रूपं साधितुं शक्नुमः. अस्तु, एकः एव पङ्क्तिः अस्ति, तत् पठतु भगिनी, अनन्तरं वयं समापयामः. चतुर्णां सार्वधातुकलकारणां सार्वधातुकलकाराणां तिङन्तरूपाणि. सर्वप्रथमं धातुः अजन्तः वा हलन्तः वा इति जानातु. तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं, तिङ् प्रत्ययः पित्वा अपित्वा, तिङ् प्रत्ययः अजादिः वा हलादिः वा, तावदेव अस्ति. अनयोः प्रश्नयोः उत्तरं जानीमः चेत् सर्वाणि रूपाणि जानीमः. अनदन्ताङ्गानां सिद्धतिङ् प्रत्ययान् पुरतः स्थापयित्वा अथवा ज्ञात्वा षक् चि परस्मैपदे अश् चि आत्मनेपदे इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु. प्रथमं धातुः अजन्तः वा हलन्तः वा इति जानातु. तदेव भवतः भवन्तः गृहपाठः अस्ति अस्मिन् सप्ताहस्य. धातुः सर्वत्र आत्मनेपदी भवतु परस्मैपदी भवतु नियमः तु समानः एव. अत्रापि उष्णवोः सार्वधातुके कार्यं करोति आत्मनेपदी धातुः वा परस्मैपदी धातुः वा, समानक्रमः एव. प्रत्ययस्य विषये एव अजादिपित् हलादिपित् इति आसीत्. हलादिपित् अजादि पित् हलादि अपित् अजादि अपित् इति प्रत्ययस्य विषये, धातोः विषये नास्ति. धातुः यत्किमपि भवतु, परस्मैपदी भवतु आत्मनेपदी भवतु, क्रमः नियमः समानः एव. अतः गृहपाठः एवम् अस्ति, शक् धातुः ची धातुः परस्मैपदी कृते, अष् धातुः ची धातुः आत्मनेपदी कृते स्वीकरोतु. प्रत्ययः भवतः पार्श्वे अस्ति, यदा ज्ञात्वा इत्युक्ते कण्ठस्थीकरणं कृत्वा वा करपत्रे दृष्ट्वा वा. तिङ् प्रत्ययः पित्वा अपित्वा इति प्रथमं परिशीलनीयम्. अनन्तरं तिङ् प्रत्ययः अजादिः वा अलादिः वा इति परिशीलनीयम्. अजादि पित् अस्ति चेत् किं कार्यं भवति, अजादि अपित् अस्ति चेत् किं कार्यम्, हलादि पित् अस्ति चेत् किं कार्यम्, हलादि अपित् अस्ति चेत् किं कार्यम् इति साधनीयम्. साधनीयम् इत्युक्ते तीतः अन्ति तीतः त मीवः मह इति पूर्णतया लट् लोट् लङ् विधिलिङ्ग् चतुर्षु लकारेषु रूपं कथम् आगच्छति इति. यदा वयं पूर्वं दृष्टवन्तः अदन्त अङ्गेषु, तत्र तु वयम् एकमेव रूपं साधितवन्तः, पठति लिखति इति एकमेव रूपम्. अत्र यदा अनदन्त अङ्गेषु तु वयं चतुर्षु लकारेषु रूपाणि साधयामः, परस्मैपदी तदा आत्मनेपदी, उभयपदी धातुः अस्ति चेत् आत्मनेपदि अपि, अतः तदेव गृहपाठः, तत् करोति चेदेव एतत् एषः पाठः समाप्तः, तदेव कार्यमस्ति अवशिष्टकार्यम्। अस्तु, प्रश्नः अस्ति वा? धन्यवादः, शुभदिनं भगिनि। धन्यवादः, धन्यवादः, धन्यवादः भगिनि, धन्यवादः, धन्यवादः।